नमस्ते. अद्य प्रथमवारं वयं चिन्तनवर्गे मिलामः. ह्यस्तनवर्गे स्वरूप महोदयः तिङ् प्रत्ययानां सिद्धिः इति विषये पाठितवान्, तत्रापि विशेषतया लोट् लकारविषये. तस्मिन् विषये प्रथमं चर्चां कुर्मः. अग्रे अनन्तरं पूर्वतनपाठानां विषये अपि चर्चा भवतु. यस्य कस्यापि ह्यस्तनपाठविषये प्रश्नः अस्ति वा? ह्यस्तनपाठविषये कथं, कृपया नाम अपि वदतु, कः वदति? मम नाम राजी. अस्तु, वदतु. अहं लोट्लकारे तिङ् प्रत्ययसिद्धिः कथं कथं सूत्राणां विषये कृतवन्तः इति अहं पूर्णतया न अवगन्तुं शक्नोमि. भवती कृपया पुनः एकवारम् अवलोकयामः वा सर्वम्? आम्, सर्वम् यदि प्रथमं तु भवन्तः तिङ् प्रत्ययाः के के इति जानन्ति खलु? आं, तिङ् प्रत्ययः के के वदति वा? तिङ् प्रत्ययः तिप्तस्थि, तिप्तस्था, तिप्वस्मस् परस्मैपदीधातूनां, आत्मपदीधातूनां इति. एते सर्वे मूलप्रत्ययाः खलु? एतेषां किञ्चित् परिवर्तनं कृत्वा एव वयम् उपयोगं कुर्मः खलु? तदा एव सिद्धप्रत्ययाः भवन्ति खलु? तावदवगच्छति वा? साक्षात् एतस्य उपयोगं वाक्ये न भवति. कोऽपि न वदति पट् शप् तिप् इति लोके खलु? पट् अति इत्येव वदन्ति, पठति इति. अतः एतेषां परिवर्तनं भवति. तिप् तु ति भवति खलु? ति भवति, तस्तः भवति, झि अन्ति भवति, एवं लट्लकारे खलु? भवती लट्लकारे सिद्धप्रत्ययाः के के इति वदन्ति वा? तिप्त झि सिप् हस्त मिप्वस्म स्थाने लट्लकारे सिद्धप्रत्ययानां रूपं कथं भवति इति वदन्तु प्रथमं. मी वहमः. तत्र तिप् इत्यस्य ति इति भवति. तत्र लट्लकारस्य तिप् कथं ति भवति इति, तस् कथं तः भवति इति विषये सन्देहः अस्ति वा? न, अन्येषां कृते लोट्लकारे एव. अन्यः कोऽपि अन्येषां सन्देहः अस्ति वा? लट्लकारे कथं तिप् ति भवति, तस्तः भवति, झि अन्ति भवति इत्येवं विषये? सन्देहः अस्ति वा कस्यापि? सर्वे जानन्ति वा तिप् कथं कथं ति भवति इति? यदि विजया भगिनी वदति वा तिप् कथं ति भवति इति? म्यूट् कृतवान् वा? कृपया स्टार् सिक्स् नोदयतु. न, अहं म्यूट् अपि न कृतवती, अतः भवन्तः वक्तुं शक्नोति साक्षात्. तत्र पकारस्य लोपः भवति खलु? पकारस्य लोपः भवति. केन सूत्रेण इति जानाति वा? हलन्त्यम् इति अस्ति. ओ, हलन्त्यं सूत्रं किं करोति? पकारस्य किं करोति? इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण. इत्संज्ञा भवति अतः लोपः भवति खलु. प्रथमं संज्ञा भवति, इत्संज्ञा भवति, इत्संज्ञा भवति इति कारणे अत्र इत् प्रकरणे अष्टसूत्राणि सन्ति खलु. तत्र प्रथमम् इत्संज्ञा भवति, अनन्तरं तस्य लोपः इति सूत्रेण लोपः अपि भवति खलु. हलन्त्यम् इति सूत्रम् अत्र किमर्थं कार्यं करोति टिप् इति विषये तत्र पकारस्य? पकारः कीदृशवर्णः अस्ति? हल् वर्णः अस्ति, तत्रापि अन्तिमः हल् वर्णः अस्ति. तिप् इत्यत्र अन्तिमवर्णः पकारः खलु. तत्रापि हल् अपि अस्ति, अन्तिमवर्णः अपि अस्ति, अतः हलन्त्यम् इति सूत्रस्य कार्यं भवितुम् अर्हति खलु. सत्यम्. अतः हलन्त्यम् इति सूत्रेण इत्संज्ञा, तस्य लोपः इति सूत्रेण पकारस्य लोपः भवति. अनन्तरं तिप् किं भवति? इदानीं सिद्धः अस्ति, वयम् उपयोगं कर्तुं शक्नुमः तस्य. यदि पट् धातु स्वीकरोतु, पट् शप् इत्यत्र अकारः, अतः पठ इति अङ्गं, ति इति इदानीं सिद्धः अस्ति, पठति इति पदस्य निर्माणं कर्तुं शक्नुमः खलु. अग्रे सुमलता भगिनी वदति वा, तस् इति अस्य सिद्धप्रत्ययः कः, तस्य तत्र कीदृशकार्यम् अभवत् इति? आं भगिनि वदामि. तस् मूलप्रत्ययः तः इति सिद्धप्रत्ययः भवति. तत्र प्रथमं तु सा हलन्त्यमस्ति, इत्संज्ञा जातमस्ति, परन्तु न विभक्तौ स्मः इत्यनेन सूत्रेण लोपः न भवति. तस् इति विभक्तिप्रत्ययः अस्ति, तदर्थमेव सकारस्य लोपः न भवति. पुनः ससजुषोः रुः इत्यनेन सूत्रेण सहस्थाने रु आगच्छति, तरु इति भवति. पुनः रुस्थाने करवसानयोर्विसर्जनीयः इति, इत्युक्ते रु अनन्तरं खर् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् अथवा अवसानावस्थायाम् अस्ति, अन्तिमवर्णः अस्ति चेत् तस्य विसर्गः, तस्य स्थाने विसर्गः भवति. तदर्थं तः इति परिवर्तनं भवति. उत्तमम्, अति उत्तमम्. तत्र मध्ये रु इत्यस्य रेपः अपि अस्ति, उकारः अपि अस्ति. तत्र उकारस्य अन्यापि सूत्रेण, उकारः अनुनासिक उकारः, तस्य उत्तमं. कः उक्त, का उक्तवती? राजी. अस्तु, इदानीं सुमलता भगिनी एव वदति खलु. आम् भगिनी, भवती एव एव यदि वदति उत्तरं सम्यक् भवति. भवती अवगच्छति वा मध्ये उपदेशे अजनुनासिक भवति तेन उकारस्य लोप इत्संज्ञा लोपः. अनन्तरं खरवसानयोर्विसर्जनीयः इति सूत्रस्य प्रसक्तिः. अस्तु वा? अस्तु भगिनि. खर् नाम किम्? प्रत्याहार अस्ति. अहम् इदानीं के वर्णाः सन्ति इति न स्मरामि भगिनि. प्रायः यदि सुमलता भगिनी वति सा एव वदतु, यदि सा वक्तुं न शक्नोति अन्याः कोऽपि साहाय्यं करोतु कृपया, यदि जनद्वयं वदति मया श्रोतुं न शक्यते कृपया. सुमलता भगिनी खर् नाम किम् इति न जानाति खलु? प्रत्याहारे वर्गीय प्रथमद्वितीय मम भ्रमः अस्ति भगिनी, प्रथमद्वितीय वा तृतीय अनन्तरं वर्गीयव्यञ्जनानि वा इति किञ्चित् भ्रमः अस्ति. वर्गीयव्यञ्जनानां प्रथम द्वितीयवर्णाः अनन्तरं ष यदि माहेश्वर सूत्राणि पश्यति तत्र अन्तिमसूत्रत्रयं भवति ख फ छ ठ थ चटतौ कपै शशसर् इति. तत्र ख फ छ ठ थ तु द्वितीयवर्ण द्वितीय वर्गीयव्यञ्जनानां द्वितीयवर्णः. च ट त क प तु वर्गीयव्यञ्जनानां प्रथमः. अस्तु वा? अस्तु भगिनि. अनन्तरं शशस अपि अस्ति, ख तः शशसर् पर्यन्तं खर् इति प्रत्याहारः. भगिनी ते कर्कषव्यञ्जनानि खलु? कर्कषव्यञ्जनानि ऊष्माणाः अपि तत्र शशस सर्वे कर्कष ऊष्माण वर्णाः. अवगतं वा? अवगतं भगिनि, धन्यवादः. खर् इति जानाति, अवसानम् इति किम् इति सुमलता भगिनी जानाति वा? अवसानम् इत्युक्ते अन्तिमवर्णः अस्ति इति, अत्र विरामोवसानम् इति अपि एकं सूत्रं दत्तम् अस्ति महोदयेन. वर्णानाम् अभावः अवसानसंज्ञः इत्युक्ते संज्ञासूत्रम् अस्ति. वर्णः एव नास्ति तदनन्तरम् इत्युक्ते अवसान अवस्था इति मम चिन्तनम् अस्ति भगिनि. अस्तु, वर्णः एव नास्ति अस्य वर्णस्य अनन्तरं. वर्णः एव नास्ति इत्युक्ते तत्र यदि लिखन्ति तत्र एक विरामचिह्नं भवति अथवा पदस्य वाक्यस्य अन्ते भवति पदान्ते भवति एवं. यदि श्लोकं वदति श्लोकस्य पादस्य अन्ते विरामं स्वीकुर्मः खलु, तथा यत्र भवति. यदि श्लोकं यदि वदति तत्र मध्ये विरामः न भवति एकस्य पादस्य मध्ये, श्लोकेषु पादाः सन्ति खलु, तत्र पादस्य अन्ते यदि श्वास उच्चारणार्थं यदि समयं स्वीकुर्मः तदा विरामः भवति. तदेव अवसानम् इति किञ्चित्, अथवा पृथक् पदच्छेदं कृत्वा पृथक् पृथक् पदं वदामः तत्रापि अवसानं भवति पदान्ते. अवगच्छन्ति वा? तर्हि तिप्तस्तु सर्वे अवगच्छन्ति. तिप् इत्यस्य पकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति, तत्र न विभक्तौ तु स्माः सूत्रं कार्यं करोति किम्? सुब्रह्मण्यमहोदयः वदति वा? सुब्रह्मण्यः हरि ओम्. आं भगिनि, आं भगिनि, वदामि इदानीं वदामि. अत्र न विभक्तौ तु स्माः कार्यं न करोति, किमर्थं चेत् तुस्माः इत्युक्ते तवर्गीयव्यञ्जनाः अथवा स अथवा मा, तेषां वर्णानां कृते एव न विभक्तौ तु स्माः कार्यं करोति. अत्र अत्र अन्ते पकारः अस्ति, तद् तत्कारणात् न विभक्तौ तु स्मः कार्यं न करोति, हलन्त्यमेव कार्यं करोति. ओ, अति उत्तमं महोदय, बहु सम्यक् अवगतवन्तः. अहं एतादृशप्रश्नान् करोमि यतोहि ज्ञातुम् इच्छामि भवन्तः किं जानन्ति इति, मया किं करणीयम् अत्र इति. अस्तु वा? सम्यक् एव भगिनि, सम्यक् एव, चिन्ता मास्तु. जी, तस्य सिद्धप्रत्ययः कः, तस्य लट्लकारे कीदृशं कथं तस्य रूपं भवति इति अजित् महोदयः वदति वा? आं भगिनि, अहं प्रयत्नं करोमि. जि इत्युक्ते जि ज् अधिकम् इ, जोन्दः इत्यनेन सूत्रेण अन्त् अधिकम् इ अन्ति भवति. अस्तु, इत्युक्ते ई स्थाने अन्त् आदेशः भवति. ई स्थाने न झकारस्य स्थाने अन्त् इति भवति. अन्त् ई अन्ति अन्ति. अस्तु, उत्तमम्. सिप् सिप् सिद्धप्रत्ययः कः इति विद्याशङ्कर् महोदयः वदति वा? आम्, सिप् प्रत्ययस्य सिप् मूलप्रत्ययः सि, तत्र सिद्धप्रत्ययः. सिप् प्रत्ययस्य पकारस्य हलन्त्यम् अपि च तस्य लोपः इति सूत्राभ्यां पकारस्य लोपः भवति एव तिष्ठति, तथैव अङ्गे सि युज्यते. अस्तु, उत्तमम्. नताशा भगिनी, ठस् इति इत्यस्य कथं सिद्धप्रत्ययः भवति इति वदति किम्? भगिनि, अहं न जानामि. ओ, प्रयत्नं करोति वा? न भगिनि, किञ्चित् नापि जानामि. पूर्वं तस् इति आसीत्, टिप् तस् झि इत्यत्र, समानकार्यमेव थस् इत्यत्र अपि भवति. तर्हि भवती कर्तुं शक्नोति वा? सूत्रक्रमः न स्मरामि महोदय. सूत्रक्रमः थस् इति अस्ति, तत्र सकारः कीदृशवर्णः? सकारः हलन्तम् हल्वर्णः, अतः अन्तिमः हल्वर्णः अपि खलु. अतः केन, कस्य सूत्रस्य प्रसक्तिः प्रथमं भवति, भवितुम् अर्हति? इत् संज्ञा, इत् संज्ञा केन सूत्रेण? हलन्त्यम् इति सूत्रं वा? हलन्त्यम्, हलन्त्यम् इति सूत्रेण इत् संज्ञा भवितुम् अर्हति खलु तत्र. तत्र न, प्रथमं वदतु, भवितुम् अर्हति खलु? आं भगिनि. अस्तु, अनन्तरं भवति वा न वा? सकारस्य संज्ञा लोपः भवति वा न वा? लोप, या, लोपः भवति, सकारः लोपः लोपः न भवति. हलन्त्यम् इति सूत्रस्य अपवादसूत्रं न विभक्तोतु स्म. का उक्तवती? न विभक्तौतु स्म. अस्तु, इदानीं स्मरति वा? न विभक्तौतु स्मः इति सूत्रम् अस्ति खलु. तेन सूत्रेण हलन्त्यम् इति सूत्रस्य निषेधः भवति, निषेधः भवति, अतः हलन्त्यं कार्यं न करोति. अतः ठस् इत्येव अस्ति स्थितिः खलु. इदानीं सकारस्य किं भवति? यदि करपत्रे पश्यति, तत्र तृतीये पुटे सूत्राणि सन्ति. करपत्रम् अस्ति वा हस्ते? करपत्रं अथवा तृतीयपुटे अस्ति ससजुषो रुः इति एकं सूत्रम् अस्ति. ससजुषो रुः इति सूत्रं प्राप्तवती वा? आम् प्राप्तवती. तस्य अनुवृत्तिसहितसूत्रं पठति वा? ससजुषो रुः पदान्ते सकारस्य च सजुष शब्दस्य शकारस्य च स्थाने रु आदेशो भवति. इदानीम् अस्माकं हस्ते पदान्तः पदान्तसकारः अस्ति खलु, थस् इत्यत्र पदान्ते एव भवति, पठथस् इति. तत्र अन्तिमवर्णः सकारः एव खलु, पदान्तसकारः अस्ति, तस्य स्थाने किं भवति? सकारः स्थाने ऋकारः भवति, रु इति भवति. रु इति भवति. रु तु कि रु इति तत्र वर्णद्वयं भवति. के किं वर्णः भगिनि? रु इत्यत्र वर्णद्वयमस्ति, रेपः अपि अस्ति, उकारः अपि अस्ति खलु. उकारः अनुनासिक उकारः, अतः तस्य किं भवति? हलन्त्यम् इति सूत्रं भवती उक्तवती. यदि इत्संज्ञासूत्रस्य हलन्त्यम् इति सूत्रस्य पूर्वसूत्रं यदि पश्यति प्रायः भवत्याः स्मरणे आगच्छति. किन्तु उपदेशे अजनुनासिका, उपदेशे अजनुनासिक इति सूत्रमस्ति खलु. तत्र रु इत्यस्य उकारस्य अनुनासिक चिह्नमपि भवेत्. रु इति एव उच्चारणं भवति, अतः अनुनासिक स्वरवर्णः अच्वर्णः खलु. उपदेशे अच् अनुनासिका, अच् तु उकारः अच् अस्ति, अच् नाम स्वरः, स्वरः सामान्यस्वरः नास्ति, अनुनासिकस्वरः अपि अस्ति. उपदेशे अजनुनासिक इत् भवति, अतः उकारस्य इत् संज्ञा भवति, इति संज्ञा भवति, तस्य लोपः भवति, लोपः अपि भवति. इदानीं तत्र कः वर्णः अवशिष्यते? रेफः, रेफः. इदानीं थर् इति रूपम् अस्ति. प्रथमं थस् इति आसीत्, अनन्तरं थरु इति आसीत्, इदानीं थर् इति अस्ति. सत्यम्? आम्. अग्रे थर् इत्यस्य रेफस्य किं भवति? रेफस्य खरवसानो विसर्जनीय पदान्तस्य रेफस्य स्थाने विसर्गो भवति, खरि परे अथवा अवसानावस्थायाम्. इदानीं पदान्ते रेफः अस्ति खलु, रेफः अस्ति, अनन्तरं वयम् अवसानमपि अस्ति, अनन्तरं वर्णः कोऽपि नास्ति, केवलं पठथर् इत्येव वयं वदामः. तत्र रेफः अस्ति एव. अतः किं भवति रेफस्य? रेफः विसर्गः भवति, विसर्गः भवति. अतः थस् किं भवति? थर् थरु भवति, थर् भवति, अनन्तरं थः भवति. सिद्धप्रत्ययः कः? थः. इदानीम् अवगतम्? आम् भगिनि. अस्तु, विजया कस्य अवसरः न अभवत् वक्तुं? मीना भगिनी उक्तवती वा? थ इत्यस्य किं भवति इति शीघ्रं वदति वा? न न, अत्र सिप्तस्थ इति अस्ति खलु, तत्र थ इति मूल तिङ् प्रत्ययः, तस्य सिद्धप्रत्ययः कथं भवति? अस्ति, कुत्रोपि विकरणं विक्रमणं नास्ति, किमपि परिवर्तनं नास्ति इति वक्तुमिच्छति किम्? परिवर्तनं नास्ति. यतोहि अन्ते हल् वर्णः नास्ति, केवलं ठकारः एव, तस्य परिवर्तनं नास्ति. भवती एव मिप् किं भवति इति वदति वा? तिप् समानं मिप् अपि, तिप् समानं मिप्, परन्तु किं भवति इति शीघ्रं वदतु. अलन्त्यम् इत्यनेन पकारः इत् संज्ञाः, तस्य लोपः इत्यनेन पकारस्य लोपः, मी इति सिद्धप्रत्ययः. मी इति एव सिद्धप्रत्ययः. तर्हि सुब्बाराव् महोदयः वस् किं भवति इति वदति वा? वस् मस् द्वयमपि करोतु भगिनि. तत्र उत्तमपुरुषे आडागमः अपि आयाति, ततः पठामि इति भवति खलु? तत्र आडागमः इति न भवति, तत्र भिन्नसूत्रेण आमि इति भवति. तद् अग्रे महोदयः पाठयति. लोट्लकार एव आडागमः. अस्तु. भगिनि, अहं सुब्बाराव्. वस् मस् मूलप्रत्ययः, सिद्धप्रत्ययः वः मः. सकारान्तं हलन्त्यम् इति सूत्रं न प्रवर्तते, किन्तु न विभक्तौ तु स्माः इति सूत्रेण सकारस्य लोपः न भवति. सकारस्थाने ससजुषोरुः इति सूत्रेण रु आगच्छति. रुस्थाने खरवसानयोर्विसर्जनीयः. इतः पूर्वं रा योग उ अनुनासिक उ, उपदेशो अजनुनासिक इत् उकारस्य इत् संज्ञा, तस्य लोपः इति सूत्रेण उकारस्य लोपः भवति. अस्तु, रेफम् अवशिष्यते. वर् वर् इति अवशिष्यते. उत्तमम्. खरवसानयो विसर्जनीयः इति सूत्रेण रेफस्य स्थाने विसर्गः आगच्छति. अस्तु, वः इति सिद्धप्रत्ययः भवति. वः मः. खरवसानयोर्विसर्जनीयः यदि कार्यं करोति, तत्र अत्र निमित्तं किम् इति वक्तुं शक्नोति वा? किं किं भवेत् खरवसानयोर्विसर्जनीयः इति सूत्रं यदि यत्र कार्यं करोति, तत्र किं किं भवेत्? प्रथमं द्वितीय वर्गीयव्यञ्जन, द्वितीय तृतीयवर्गीयव्यञ्जनाः न, अत्र किम् अस्ति? प्रथमं प्रथमं रेपः भवतु खलु, रेपस्य एव विसर्गः भवति. अतः अत्र प्रथमं रेपः भवतु. रेपस्य अनन्तरं किं भवेत्? कोऽपि न अवशिष्यते. कोऽपि न भवतु, अथवा खर्वर्णः भवतु. अत्र तु खर्वर्णः नास्ति, परन्तु अवसानम् अस्ति. सः रेपः अपि पदान्तरेपः. अत्र वयं प्रत्ययानामेव विषये चिन्तनं कुर्मः. वस्मस्तु पदान्ते एव आगच्छति. पठामः, पठावः, पठामः एव पदान्ते एव पठावर् इति स्थितिः इदानीम् अस्ति, तस्य रेफस्य किं भवति? विसर्गः भवति. पदान्तरेपः अग्रे, खर्वा अवसानं, किमपि न अवसानम् इत्युक्ते किमपि न भवति. तस्मिन् स्थितिः यदा भवति तदा एव रेपस्य किं भवति? विसर्गः. विसर्ग आदेशः. सम्यक् अवगतम्? अवगतम्. अस्तु, एकः प्रश्नः अस्ति. खरवसानयोर्विसर्जनीयः इति करि अवसानयोः विसर्जनीय त्रिपदं सूत्रं करि अवसानयोः विसर्जनीय. रेपः किम् अस्ति? रेपः इति तु तत्र अनुवृत्तिः इति जानन्ति खलु? अनुवृत्ति आगच्छति. हरवरासानयोर्विसर्जनीयः इति सूत्रं पूर्णं नास्ति. पूर्वतनसूत्रं किमपि भवति, अन्यसूत्रात् एकं पदम् आगच्छति अनुवृत्तिः इति. तत्र सूत्रस्य तृतीयपुटे खरवसानयोर्विसर्जनीयः इति सूत्रस्य विवरणम् अस्ति, पश्यति वा? आम् महोदय. तेन वदतु कुतः रेपः इति भवेत् इति वदतु. तेन सूत्रे तेन तत्र विवरणमस्ति खलु, खरवसानयोर्विसर्जनीयः इति सूत्रस्य विवरणमस्ति. तत् पठित्वा कुतः प्राप्तवती रेपः भवेत् इति. रो रि इत्यस्मात् रोः इत्यस्य अनुवृत्तिः अस्ति. तत्र रोः इति अस्ति, अतः एव तस्य अनुवृत्तिः अस्ति, तेन कारणेन रेपः इति जानीमः. रेपस्य स्थाने एव भवति इति. अवगतम्? अवगच्छामि महोदय. अस्तु, अग्रे इदानीं लट् लकारस्य सर्वे जानन्ति खलु? इदानीं यदि प्रश्नाः सन्ति चेत् पृच्छन्तु, नो चेत् लोट् लकारविषये अपि एवं परिशीलयामः. सदृजुषो इति सूत्रे विधिस्वतन्त्रस्य अपि अपि च सूत्रस्य किम् आदेशः भवति तत्र? सूत्रस्य येन विधिस्तदन्तस्य अलोन्तस्य इति सूत्रम् द्वयमपि परिभाषासूत्रम् अस्ति. तस्य कार्यं किं भवति इत्युक्ते, यदि एकं सूत्रम् अस्ति तस्य विषये किमपि कथं कार्यं करोति इत्येवं ज्ञातुम् एते सूत्रद्वयं स्तः. येन विधिस्तदन्तस्य इत्युक्ते तत्र सकारः अस्ति. अस्माकम् उदाहरणे तस् इति पठतस् इति अस्ति खलु, तत्र ससजुष येन विधिस्तदन्तस्य इत्युक्ते तत्र विधिः कथम् अस्ति? सकारस्य पदान्ते सकारस्य विधिः तु सकारस्य रू भवति इति. परन्तु अत्र अस्माकं केवलं सकारः नास्ति, पठतस् इति सकारान्तपदमस्ति खलु. येन विधिस्तदन्तस्य इति सूत्रेण न केवलं सकारः इति पदं, परन्तु यस्य पदस्य अन्ते सकारः अस्ति तस्यापि एतस्य सूत्रस्य प्रसक्तिः भवति इति वयं तेन सूत्रेण ज्ञातुं शक्नुमः. अवगतम्? अवगतम्. नो चेत् यदि केवलं सकारः अस्ति तदा एव एतस्य सूत्र सूत्रस्य प्रसक्तिः भवितुम् अर्हति. अत्र तु अस्माकं केवलं सकारः नास्ति, पदान्ते सकारः अस्ति. भगिनि पुनः सजुः शब्दस्य शकारस्य स्थाने अपि रु आदेशः भवति, तत्र सजुः शब्दः कुत्र आयाति? सजुः इति कश्चन शब्दः, तस्य विरलता एव प्रयोगः भवति. परन्तु पाणिनिः अत्र योजितवान् तस्य सजुष् इति कश्चन पदम् अस्ति, तस्य प्रयोगः कुत्रापि न भवति अधिकतया, विरलतया एव तस्य प्रयोगः भवति. अतः अस्मिन् विषये चिन्तनमेव मास्तु. स रुः तु सर्वत्र भवति, अतीवमुख्यसूत्रम् अस्ति अष्टाध्याय्यां. परन्तु सजुष् यदा कदा भवति, परन्तु स रुः तु सर्वत्र भवति. नो चेत् अस्माकं शब्दकोशे भिन्नभिन्नपदानि वदामः, रामः पठतः, वदतः, अस्माभिः, एवं यत्र कुत्रापि विसर्गः दृश्यते तत्र सकारस्य रुत्वम् इत्येव भवति अधिकतया. परन्तु सजुष् इति पदस्य विरलतया एव प्रयोगः, तस्मिन् विषये चिन्ता एव मास्तु. सूत्रे अस्ति इति पठन्तु, परन्तु तस्य प्रयोगः अधिकं न भवति. भगिनी, छोन्तः इति सूत्रस्य एकं विवरणम् आवश्यकं वा? आवश्यकम्. अस्तु, किं ज्ञातुम् इच्छति? छोन्तः इति सूत्रस्य कथं प्रयोगं भवति, सूत्रस्य अर्थं किञ्चित् न अवगच्छामि. मया तु बहवः कक्षा मिस् अभवत् महोदयस्य, अतः का वदति, कृपया वदति वा? मम नाम रश्मि. रश्मि, अस्तु. मम तु बहु भ्रमः अस्ति, अतः झोन्तः इति सूत्रं तत्र अत्र झि इति अस्ति खलु, तिप्तस् झि इति, तत्र झकारः अस्ति, इकारः अपि अस्ति, तयोः योगे झि इति भवति. तत्र झकारस्य स्थाने अन्त् इति आगच्छति, तदेव वदति झोन्तः इति सूत्रम्. अन्ते चकारः अस्ति चेत् अन्तादेशः भवति इति? न, अन्ते किमपि नास्ति, झकारस्य स्थाने अन्त् इति अन्त् इति आगच्छति. अतः तस्य स्थाने झकारस्य स्थाने अन्त् इति स्थापयतु, तावदेव. अतः चकारस्य तत्र अन्त् भवति चेत् सिच्छप्रत्ययः अन्ति इति भवति, अन्ति इति भवति, तावदेव. एकस्य स्थाने अपरस्य आदेशः भवति, तावदेव. झकारस्य स्थाने अन्त् इति भवति. अवगतम्? अवगतम्. अन्यः प्रश्नः अस्ति किम्? अलोन्त्यस्य सूत्रमपि परिभाषासूत्रं वा? अलोन्त्यस्य इति सूत्रमपि परिभाषासूत्रम् अस्ति. तत्र सजुषो रुः इति अस्ति, इदानीं पठतस् इति अस्ति खलु, पठतस् इत्यस्य सकारस्य स्थाने रु इति आगच्छति इति वयं जानीमः. परन्तु सकारस्य एव भवति वा पूर्णतया पठत इति स्थाने रु इति आगच्छति वा इति इत्यादि प्रश्नाः भवन्ति. एकक्षणं. पकारस्य स्थाने एव क्षम्यतां सकारस्य स्थाने एव भवति वा अथवा पूर्णतया पठतस् इति स्थाने रु इति आगच्छति वा इति प्रश्नः भवितुम् अर्हति खलु. अल् अल् अन्तस्य इत्युक्ते सर्वे वर्णाः किल, स्वरवर्णाः योगः कल् वर्णाः सर्वे वर्णाः अन्ते आगच्छति. तर्हि अहं न अवगतवती तत्र अन्तिम अलोन्तस्य इति अस्य इत्यनेन पदान्तस्य वर्णस्य स्थाने रु इति आदेशः, न तु पूर्णपदस्य. करपत्रम् अस्ति वा भवत्याः पुरतः? तत् लिखितम् अस्ति खलु. यदि अलोन्तस्य न भवति तर्हि वयं चिन्तयामः प्रायः पूर्णपदस्य स्थाने अपि रु इति आगन्तुं शक्नोति खलु. पठतस् इति पदम् अस्ति तत्र, न केवलं सकारस्य परन्तु पठतस् इति पूर्णं पूर्णतया गच्छति, रु इति आगच्छति इत्यपि प्रश्नः भवितुम् अर्हति. अलोन्तस्य इति सूत्रं किं वदति? केवलं पदान्तस्य एव आदेशः भवति इति, पदान्तस्य वर्णस्य एव स्थाने एव रु इति आदेशः भवति, न तु पूर्णपदस्य. अवगतम्? यदि तत् सूत्रं न भवति तदा तु पठतस् इति स्थाने रु इति अपि स्थापयितुं शक्नुमः. इतोपि प्रश्नाः सन्ति किम्? अग्रे सरामः वा? लोट् लकारविषये पठामः वा महोदय? अस्तु, तत् तर्हि तिप् किं भवति लोट् लकारे इति? सुमलता भगिनी वदति वा लोट् लकारे तस्य किं भवति? आं भगिनि, तिप् प हलन्त्यम् अस्ति, हलन्त्यं तस्य लोपः इत्यनेन तिप् ति भवति. पुनः एरुः इति एकं सूत्रम् अस्ति, तत्र ई स्थाने उ आगच्छति, तदर्थं तु इति भवति. पुनः अन्यत् एकं विकल्पेन तात् अपि भवितुम् अर्हति. विकल्पेन तात् भवति. एकं सूत्रमस्ति तुह्योस्तातङ्गाङ्ग अहं वदामि वा? हा वदतु भगिनि. तुह्योः तातङ्ग आशिषि अन्यतरस्याम् इति तुह्योः तातङ्ग आशिषि अन्यतरस्याम् इति पूर्णसूत्रं भवति. यदि योजयित्वा वदति तुह्योस्तातङ्ग आशिषि अन्यतरस्याम्, पुनः वदति वा? तुह्योस्तातङ्ग आशिष्यन्यतरस्याम् इति इति पूर्णतया यदि वदति तेन सूत्रेण तात् इत्यपि आगच्छति खलु. आं भगिनि. अतः तु अपि भवितुम् अर्हति, तात् इत्यपि मध्ये तात् अपि भवितुम् अर्हति. न, लोट् लकारे एव तात् इत्यपि भवितुम् अर्हति. आशिषि अपि भवति लोट् लकारे, तात् भवति. लोट् लकारे एव तु अपि भवति तात् अपि भवति. अन्यतरस्याम् इति पदस्य अर्थः कः? अन्यतरस्याम् इत्युक्ते विकल्पेन इति वा? विकल्पेन इति पद वा अथवा विभाषा अन्यतरस्याम् इति पदस्य उपयोगं पाणिनिः करोति यत्र विकल्पं विकल्पः भवितुमर्हति. विकल्पः इत्युक्ते तु अपि साधु तातपि साधु. हलो आम् अस्तु. तत्र तु तात् जानन्ति. तस् इत्यस्य लोट्लकारे सिद्धप्रत्ययः कः? रश्मी भगिनी वदति वा? अहं प्रयत्नं करोमि भगिनी. तस् अस्ति चेत् सकारस्य हलन्त्यम् इति सूत्रेण लोपः न भवति. न हलन्त्यम् इति सकारः अतः न विभक्तौ तुस्माः इति सूत्रेण लोपस्य निषेधं भवति. अनन्तरं तस्थमिपां तान्तं तामः इति सूत्रेण इति सूत्रेण किं भवति? तस्य स्थाने किं भवति? तस्थाने ताम् इति आगच्छति. तस्थस्थमिपां तां तं तामः इति सूत्रं वदति. लोट्लकारे तस्य प्रसक्तिः अस्ति वा? लोट्लकारे भवती सम्यक् एव वदति. लोट्लकारे अस्ति वा तस्समीपां तां तं तामः इति सूत्रम्? आम् लोट्लकारे भवति. भवति किमर्थं भवति? एतत् सर्वं लोट्लकारस्य प्रत्ययः. न तस्थस्तु सामान्य तिङ् प्रत्ययाः सन्ति. तत्र ङित् लकारेषु एव तस्थस्थमिपां तां तं तामः इति सूत्रं भवति. परन्तु अन्यमेकं सूत्रम् अस्ति, तेन लोट्लकारे अपि एतस्य सूत्रस्य प्रसक्तिः भवति. तस्य आम् लोटो लङ्वत् इति सूत्रम् अस्ति. तेन सूत्रेण एव तस्थस्थमिपां तां तं तामः इति सूत्रं लोट्लकारे अपि कार्यं करोति. खलु? अस्तु. अतः तत्स्थाने ताम् इति आदेशः, अतः ताम् इति भवति. सम्यक् अवगच्छति वा तत्र? अस्तु. अनन्तरं झी इत्यस्य किं भवति इति? एकः प्रश्नः अस्ति. महोदयेन उक्तम् अत्र ससजुषोरुः इत्यपि इत्यस्य प्रसक्तिः अपि अस्ति. परन्तु तत्र अष्टाध्यायी अष्टाध्याय्यां भागद्वयम् अस्ति. तत्र सपाद सप्ताध्यायी त्रिपादी इति अस्ति. एकं सपादसप्ताध्याय्याम् अस्ति. अन्यत् सूत्रं त्रिपादी मध्ये अस्ति. तत्र पूर्वसूत्रस्य बलं भवति इति. पूर्वसूत्रस्य इति न त्रिपादीसूत्रमेव प्रथमं कार्यार्थं क्षम्यतां सपादसप्ताध्यायीसूत्रमेव प्रथमं कार्यार्थम् आगच्छति. यदि सूत्रद्वयमपि समानसमये आगच्छति, एकं सूत्रं सपादसप्ताध्याय्याम् अस्ति, अपरं सूत्रं त्रिपाद्याम् अस्ति, तदा सपादसप्ताध्यायी सूत्रमेव कार्यं करोति. अत्र सान्तं तामः कुत्र अस्ति? तृतीय अध्याये अस्ति. तृतीय अध्याये कस्मिन् तत् कस्मिन् भागे अस्ति? त्रिपाद्याम् अस्ति वा सपादसप्ताध्याय्याम् अस्ति वा? ओ सपादसप्ताध्याये. अतः तस्य सूत्रस्य कार्यमेव प्रथमं भवति सामान्यतः. त्रिपाद्यां सजुषोरुः इति सूत्रम् अस्ति. महोदयः सामान्यतः भिन्नयन्त्रागारः इति एव चिन्तयन्तु. सपादसप्ताध्यायी एकः यन्त्रागारः, त्रिपादी भिन्नः. अतः अत्र प्रथमं कार्यं भवति, अनन्तरं तत्र गत्वा कार्यं भवति सामान्यतः. कदा यदा कदापि तत्र तस्य नियमस्य पालनं न भवति, परन्तु सामान्यतः सपादसप्ताध्यायी कार्यमेव भवति प्रथमम् इति कारणेन. यद्यपि ससजुषोरुः इति सूत्रस्य प्रसक्तिः अत्र भवितुम् अर्हति, तस्य कार्यं न भवति. तस्तस्तमिपां सूत्रं तृतीय अध्याये अस्ति. तृतीय अध्यायः सपादसप्ताध्याय्याम् अस्ति. सपादसप्ताध्यायम् इत्युक्ते कुत्र अस्ति सूत्रे? अष्टाध्याय्यां कति अध्यायाः सन्ति? अष्ट. तत्र सप्त अध्यायाः अनन्तरम् अष्टमः अध्यायः अस्ति खलु, तस्य प्रथमपादम् एव. प्रति अध्याये पादचतुष्टयं भवति. तत्र अष्टमे अध्याये अपि पादचतुष्टयम् अस्ति. तत्र प्रथमपादः सप्त अध्यायः अष्टम अध्यायस्य प्रथमपादः पर्यन्तम् एकं गणः इति चिन्तयन्तु. एकपादपर्यन्तं सप्त अध्यायाः अपि भवन्ति, अष्टमे अध्याये प्रथमपादः अपि भवति, मिलित्वा तस्य गणस्य नाम सपादसप्ताध्यायी इति. तेषां कार्यं भिन्नरीत्या भवति. अष्टमे अध्याये अवशिष्ट पादत्रयं भवति खलु, अष्टमे अध्याये द्वितीयतृतीयचतुर्थपादः, तेषां त्रिपादी इति नाम भवति. एवं वा? त्रिपादीकार्यं भिन्नं भवति. अस्तु. अतः यदि अस्माकम् अत्र तस्थस्थमिपां सूत्रं सपादसप्ताध्याय्याम् अस्ति, यतोहि तृतीय अध्याये अस्ति. अष्टमध्याये तृतीयपादः वा? न, तस्थस्थमिपां सूत्रसङ्ख्या का? तृतीय अध्याये चतुर्थपादे एकशतम्. एकशतम्, अतः तृतीय अध्याये अस्ति. तृतीय अध्यायः सपादसप्ताध्याय्याम् अस्ति वा? अस्ति. अतः तस्थस्थमिपां सूत्रं सपादसप्ताध्यायी सूत्रम्. अवगतम्? अवगतं भगिनी. किमर्थं लटि लङ् अस्ति खलु, तत्र सपादसप्ताध्यायस्य प्रसक्तिः प्रथमम् आगच्छति, तत्रापि भवितुम् अर्हति खलु? लट् लकारे एतस्य सूत्रस्य प्रसक्तिः वा? लट् लट् लट् नास्ति. लट् लकारे लङ् लकारे तस्थस्थमिपां सूत्रं कार्यं करोति, लोटो लङ्वत् इति कारणेन लोट् लकारे भवति, लट् लकारस्य किमर्थं भवति? मम भ्रमः जातः, लङ् खलु लङ् लकारे भवति, लङ् लकारे लङ् लकारार्थमेव निर्मितं सूत्रम् एतत्, लोट् लकारः अपि उपयोगं करोति, अतः एव लोटो लङ्वत् इति. अवगतम्? अवगतं भगिनि. परन्तु लट् लकारे न भवति, लट् लङ् नास्ति खलु, लङ् लकारार्थं लङ् अन्य नकार इत्संज्ञक लकारार्थं तस्थस्थमिपां सूत्रम् अस्ति. तत्र लोटो लङ्वत् इति कारणेन लोट् लकारे अपि भवति, परन्तु लट् लकारे कदापि न भवति. अवगतम् भगिनि? सत्याध्याये प्रथमपादः भिन्नपादः अस्ति चेत् प्रथमं किं किं उपयोगं करणीयं? प्रथमं सपादसप्ताध्यायी सूत्रं कार्यार्थम् आगच्छति. तस्य यदि सूत्रद्वयम् अस्ति, एकं सूत्रं सपादसप्ताध्याय्याम् अस्ति, अपरं सूत्रं त्रिपाद्याम् अस्ति, तयोः यदि युद्धः भवति तदा सपादसप्ताध्यायी सूत्रमेव कार्यं करोति. तेषां कार्यसमाप्ति अनन्तरं त्रिपादकार्यं त्रिपादिकार्यं क्रमेण भवति. अवगतम्? अवगतम् भगिनि. अस्तु, वयं तु तात् कृतवन्तः, तां कृतवन्तः, अन्तु क्षम्यतां, झि इत्यस्य अन्तु इति भवति खलु, विजया भगिनी प्रयत्नं करोति वा? जि नाम अत्र जकार अस्ति, तत्र स्थाने अन्त् इति आदेशः भवति, पश्चात् सूत्रं जोन्तः इति अस्ति, उत्तमं, पश्चात् उकारः भवति तिङ् प्रत्ययस्य इकारस्थाने उकारः आदेशः भवति. केन सूत्रेण? किम् अस्ति अत्र, एरु इति अस्ति वा किमपि? एरुः वदति, तत्र निमित्तम् अत्र किम् इति वदति वा? एरुः इति सूत्रस्य निमित्तं किम्, अत्र कथं तस्य प्रयोगः अभवत् इति? न स्मरामि. अत्रैव तृतीय पञ्चमे पुटे एरुः इति सूत्रम् अस्ति खलु? अस्ति अस्ति, अत्र एरुः लोट् लकार सम्बद्ध इकारस्य स्थाने उकारादेशः भवति, लोटः इकारस्य उः ये हे षष्ट्यान्तम् उ प्रथमान्तं द्विपदमिदं स्तोत्रम् लोटो लङ्वत् इत्यस्मात् सूत्रात् लोटः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लोटः लस्य ए ओ. अहं अवगन्तुं न शक्नोमि. अस्तु, अनुवृत्तिसहितसूत्रमस्ति लोटः लस्य एः उः, पदचतुष्टयम् अस्ति खलु. सूत्रे कानि पदानि सन्ति? एः उः, पदद्वयमस्ति, एः उः एव एरुः, सन्धिकार्यम् अभवत् अत्र. परन्तु अत्र अनुवृत्तिसहितसूत्रं लोटः लस्य एः उः इति अस्ति. तत्र लोटः इति पदं कुतः आगतम्? लोटो लङ्वत् इति पूर्वं सूत्रम् अस्ति, ततः अनुवृत्ति इति जानन्ति खलु? स्मरामि अधुना. अनुवृत्ति इत्युक्ते यत्र एकस्य सूत्रस्य पूर्णतया अवगमनं भवितुं नार्हति तदा पूर्वतनसूत्रस्य वा कस्यापि पदं स्वीकुर्मः. तस्य पदस्य तस्य सूत्रस्य अर्थपूरणार्थम् अस्मिन् सूत्रे एहे उहु इत्येव अस्ति. कीदृश एहे इत्युक्ते इकारस्य इति इदानीं चिन्तयतु, कीदृश इकारस्य इति ज्ञातुं लोटः लस्य इति अस्ति. लोट् लकारस्य लस्य एव इकारस्य उहु भवति. लोटः इति अनुवृत्तिः अस्ति, अत्र वयं लोट् लकारे एव चिन्तनं कुर्मः खलु. अतः लोटस्य अत्र अन्ति इति अस्ति, अतः ति इति एव इकारः अस्ति. ज्योन्तः इत्यनेन अन्त् जि अन्ति अभवत्, अत्र इकारः अस्ति. इकारस्य स्थाने इति इकार इ इत्यस्य हरिः इति प्रातिपदिकस्य षष्टिविभक्तिः किं भवति? हरेः. अतः इकारस्य केवलम् इकारस्य षष्टिविभक्तिः किं भवति? एः. हरिः हरेः इहि इकारस्य एः. एः इत्युक्ते इकारस्य इति षष्टिविभक्ति. यदा भवति षष्टि किं भवति? षष्टिस्थाने योगा इति सूत्रमस्ति, तत्र इकारस्य स्थाने इति योजयामः. अन्ति इति अस्ति, तत्र इकारस्य स्थाने किं भवति? उकारः भवति तत्र. उकारः भवति. अवगतम्? एरुः. अवगतं, सम्यक् अवगतम्. सर्वे अवगच्छन्ति किम्? इदानीं समयः 9:45 अस्ति. अहं तु पश्चिमतटे अस्मि, अहं वेस्ट् कोस्ट् मध्ये अस्मि. भवन्तः इतोपि अनुवर्तयितुम् इच्छन्ति वा अथवा विरमामः वा? अनुवर्तयिच्छामि महोदय. अस्तु, तर्हि 7:30 कुर्मः वा? आं भगिनि. यदि क्लेशः अस्ति कृपया सूचयतु. भवन्तः सर्वे पूर्वतटे सन्ति प्रायः खलु? किं वदतु? श्रोतुं न शक्नोमि, कृपया पुनः वदतु भगिनि. अहं विरामः यच्छामि. अस्तु, धन्यवादः. अन्यः कोऽपि वक्तुं प्रश्नाः सन्ति चेत् कृपया पृच्छतु. दशवादने विरमामः भगिनि. इदानीं 10 जातं खलु? तर्हि विरमामः वा? यदि अस्तु, अद्य विरमामः. अग्रिमसप्ताहे पुनः मिलामः, तदा इतोपि वक्तुं शक्नुमः यस्मिन् विषये. अस्तु वा? अस्तु भगिनि. धन्यवादः. धन्यवादः. धन्यवादः.